पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायम् 18 शौनक उवाच अगम्यागमनं सूद कुर्याद्यो वै विमोहितः तस्य शुद्धिर्भवेत्केन कथयस्वसमूलतः सूद उवाच अभिगच्छति चाण्डालीं श्वपाकीं यो द्विजोत्तमः उपवासत्रयं कुर्यात् प्राजापत्यं चरेत्तदः स शिखं वपनं चैव दद्याद्गोद्वयमेव च यथार्थदक्षिणां दत्त्वा शुद्धिमाप्नोति सद्विजः क्षत्रियो वापि चाण्डालीं वैश्यो वा यदि गच्छति प्राजापत्यं सकृच्छ्रं च दद्यात् गो मिथुनद्वयम् अनुगच्छति शूद्रो हि स्वपाकीं च तपोधन चतुर्गो मिथुनं दद्यात् प्राजापत्यं व्रतं चरेद मातरं यदि वा गच्छेत् भगिनीं स्वसुतामपि वधूं च मोहितो गच्छां स्त्रीणि कृच्छ्राण्यथा चरेद चान्द्रायणत्रयं कृत्वा दद्याद्गो मिथुनत्रयं सशिखं वपनं कृत्वा पञ्चगव्यं पिबेत्तदः कुदेह्यग्नौ तथाप्यत्र शुद्ध्यत्येवं तपोधन पितृदारान् द्विजश्रेष्ठ मातुश्च भगिनीं तथा गुरुपत्नीं मातुलानीं भ्रातुर्भार्यां स्वगोत्रजां यदि गच्छति मोहेन प्राजापत्यद्वयं चरेद् चान्द्रायणत्रयं ब्रह्मन् पञ्चगो मिथुनानि च विप्रेभ्यो दक्षिणां दद्याच्छुद्यते नात्र संशयः गाञ्जगच्छति यो मूठ उपवासत्रयं चरेद धेनुं दत्त्वा तथा चान्नं शुद्ध्यत्यत्र न संशयः वेश्यां करीं शूकरीं च कपिं तुं महिषीं द्विज आकण्ठतः समाक्षिप्य गोमयोदकर्दमे तत्र तिष्ठे निराहारो त्रिरात्रेणैव शुद्ध्यति स शिखं वपनं कृत्वा त्रिरात्रमुपवासयेद् एकरात्रं जले स्थित्वा शुद्ध्यत्येव न संशयः ब्राह्मणीं तु यदा गच्छेत्यो नरकाममोहितः प्राजापत्यत्रयं कुर्यात् चान्द्रायणत्रयं तथा गोत्रयं तु तथा दद्याच्छुद्यत्येव तपोधन ब्राह्मणि पञ्चगव्यं तु पञ्चरात्रं पिबेद्विज गोद्वयं दक्षिणां दद्याच्छुद्यत्यत्र न संशयः पराङ्गनां यदा गच्छेत् कृच्छ्रं सां तपनं चरेद यद्धार्गला तथा योषितस्मात्तां परिवर्जयेद् वर्णबाह्यां तथा नीचामनुगच्छेत् सकृन्नरः प्राजापत्यं चरेत् कृच्छ्रं शुद्ध्यत्येव न संशयः अङ्गारसदृशी योषित् सर्पिकुम्भसमपुमान् तस्याः परिसरे ब्रह्मन्नस्तातव्यं कदाचन जारेण जनयेद्गर्भं याजनारी कुलान्तका त्याज्या सा सर्वदा ब्रह्मं तत्र दोषो न विद्यते याचनारी गृहाद्गच्छेत्यक्त्वा बन्धून् स्वकानपि नष्टा सा च कुलभ्रष्टा न तस्याः सङ्गमः पुनः याचनारी यदा गच्छेन्मोहिता परपूरुषं प्राजापत्यं चरेत्कृच्छ्रं पञ्चगव्यं पिबेत्तदः गोद्वयं तु तदो दद्याच्युद्यत्येव न संशयः ब्राह्मणी बालिशा ब्रह्मन्मोहिता परपूरुषम् यदा गच्छेत्तदा त्याज्या जनैर्दोषो न विद्यते यो गच्छेद्ब्राह्मणीं विप्र भूसुरकाममोहितः गोतिलांश्च तदा दद्याच्छुद्यत्यत्र न संशयः इति श्रीपद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे अष्टादशोऽध्यायः ॐ